गतरविवासरे अस्माभिः अस्माभिः सूत्रसहित गुणदृष्टिः कृता. तत्र अस्माभिः दृष्टं यत् कथं भूधातुतः भवति निष्पद्यते. अधुना नूतनविषयः अस्ति उपधायाम् अपि गुणः सूत्रसहिता दृष्टिः. तत्र गतरविवासरे अस्माभिः दृष्टं यत् अन्ते यदि इक् प्रत्याहारस्य अन्यतमः वर्णः अस्ति तर्हि अग्रे सार्वधातुकप्रत्ययः अस्ति तर्हि गुणकार्यं भवति. अद्य वयं द्रक्ष्यामः यत् उपधायां यदि इक् प्रत्याहारस्य अन्यतमः वर्णः अस्ति चेत् किं भवति, गुणः भवति वा न भवति वा. सर्वे जानन्ति खलु उपधा इत्युक्ते किम्. उपधा इत्युक्ते अन्त्यवर्णस्य वर्णात् पूर्वं यत् वर्णः यः वर्णः आगच्छति तत् अस्ति उपधा. नाम पेनल्टिमेट् वर्णः अस्ति तत् उपधा अस्ति. अस्तु तर्हि आरभामहे. मीना भगिनी अस्ति खलु, कृपया. अस्मि बाबा महोदय. पठतु कृपया. कुत्र गुणसूत्रसहिता दृष्टिः? तदनन्तरम् अस्ति खलु उपधायाम् अपि गुणः सूत्रसहिता दृष्टिः. उपधायाः नूतन उपधायाम् अपि गुणः सूत्रसहिता दृष्टिः. भ्वादिगणे अवस्थाब्दे गुणः भवति इति अस्माभिः दृष्टम्. अवस्थाद्वये भ्वादिगणे धातोः अन्ते इक् वर्णः इ ऋ अस्ति चेत् तस्य वर्णस्य गुणः भवति. यदा भू भो भवति, जि जे भवति, सृ सर् भवति. भ्वादिगणे धातोः उपधायां लघु इक् वर्णः इ ऋ अस्ति चेत् तस्य वर्णस्य गुणः भवति. उपधा नाम अन्तिमवर्णात् पूर्वं यः वर्णः सः. यथा बुद् बोध् कृष् कर्ष्. अत्र बुद् धातौ उकारः उपधा सम्यगः, कृष् धातौ ऋकारः उपधा सम्यगः. गते पाठे प्रथमदशायाम् इगन्त अवस्थायां गुणः कथं भवति इति अस्माभिः दृष्टम्. यस्य धातोः अन्तिमवर्णः इ ऊल् नाम इक् प्रत्याहारे कश्चन वर्णः धातुः, सार्वधातुकप्रत्यये परे इगन्तधातोः अङ्गस्य इकः गुणः सार्वधातुकयोः इत्यनेन सूत्रेण. इदानीं द्वितीयदशायाम् इक् उपधा अवस्थायां गुणं कथं भवति इति पश्यामः. अवगमनार्थं लघुकथा संक्षिप्ता दृष्टिः अपि अस्ति, पूर्णदृष्टिः अपि अस्ति. आदौ लघुकथाम् अवलोकयामः. अस्तु तर्हि महोदय, सारांशं वदतु कृपया. पूर्वकक्षायां गुणः कथं भवति इति दृष्टं. भ्वादिगणे धातोः इक् वर्णस्य इक् वर्णम् अस्ति चेत् तस्य वर्णः गुणः भवति. नेक्स्ट् उपधायां लघु इक् वर्णः अस्ति चेत् उपधा मीन्स् अन्तिमवर्णात् पूर्वं यः वर्णः सः उपधावर्णं. तस्य यत् लघुवर्णः भवेत् अस्ति चेत् तस्य वर्णस्य गुणः भवति अपि, यथा बुद् बोध् कृष् कर्ष् इत्येव. गते इगन्त अवस्था गुणः कथं भवति इति अस्माभिः दृष्टं. यस्य धातोः अन्तिमवर्णः इ ऊल् सः इगन्तधातुः सार्वधातुकप्रत्यये परे इगन्तधातोः अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः इति सूत्रेण. इदानीं उपधावर्णस्य कथं गुणं भवति इति दर्शयामः. अस्तु, उत्तमं महोदय, धन्यवादः. कोऽपि प्रश्नः अस्ति वा कस्यापि इदानीं पर्यन्तं? प्रायः किमपि नास्ति. अस्तु, तर्हि अग्रे सरेम. वयम् अधुना यथा मया उक्तम्, अद्य वयं द्रक्ष्यामः कथम् उपधायां लघु इक् वर्णः अस्ति चेत् कथं तस्य गुणकार्यं भवति, केन सूत्रेण तस्य गुणकार्यं भवति. नाम बुध् बुध् धातु अस्ति, तत्र अन्तिमवर्णः अस्ति धकारः, तस्मात् पूर्वं वर्णः तस्मात् पूर्ववर्णः अस्ति उकारः, तर्हि उकारः उपधावर्णम् अस्ति. तर्हि केन सूत्रेण उकारस्य ओकारः भवति, बुध् बोध् भवति, तथैव कृष् कर्ष् भवति इति अद्य वयं द्रक्ष्यामः. अस्तु, अग्रे गच्छामः. विजि महोदय अस्ति खलु, विजि गोविन्दराज प्रथम गणः एव खलु इदानीम् अपि? आम् आम्, प्रथमगणः एव अस्ति. अस्तु अस्तु महोदय, अस्तु महोदय. लघुकथा आरभे किल, लघुकथा बोधति, अत्र उकारः ह्रस्वः, बुत् धातोः उपधायाम् इक् प्रत्याहारस्य सदस्यः च. अस्याम् अवस्थायां बुद् धातुः द्वादिगणे सन् उकारस्य गुणः. सप् विकर्णप्रत्ययः एव कारणम्. किमर्थम् इति चेत् पुगन्धलघुपदस्य च इति सूत्रेण धातोः उपधायां लघु इक् चेत् तस्य गुणः भवति सार्वधातुके परे. सार्वधातुकसंज्ञकः प्रत्ययः धातोः अनन्तरं बुद् योगः शप् योगः ति. सत् षित् अस्ति, अतः सार्वधातुकम्, अतः पुगन्धलघुपदस्य च इत्यनेन उकारस्य गुणः बोधति. पूर्णा कथा. बुद् लट्लकारविवक्षा वक्तुम् इच्छा. लट् प्रत्ययः विधीयते. बुद् योगः लट्. लट् स्थाने प्रथमपुरुषे एकवचने तित् प्रत्ययस्य आदेशः. बुद् योगः तिप् हलन्त्यम् इत्यनेन सूत्रेण पकारस्य इत्संज्ञः, तस्य लोपः इत्यनेन पकारः लोपः. बुद् योगः ति तिङ्क्षित् सार्वधातुकम् इत्यनेन ति एकनिमिषम् क्षम्यतां महोदय. तिङ्क्षित् सार्वधातुकम् इत्यनेन ति तिङ्, अतः सार्वधातुकसंज्ञकः. कर्तरि शप् इत्यनेन सूत्रेण कर्तरि अर्थे थि इति सार्वधातुके परे शप् प्रत्ययः विहितः. बुद् योगः शप् योगः ति दशक्त्वादिदर्थिते इत्यनेन सूत्रेण उ इष् ख वर्गे स्थिते वर्णानाम् इत्संज्ञकः प्रत्ययस्य आदौ तद्धितः प्रत्ययः नास्ति चेत्. हलन्त्यम् इत्यनेन सूत्रेण पकारस्य इत्संज्ञकः तस्य लोपः इत्यनेन षकारपकारयोः लोपः. बुद्योगः अयोगः ति. अस्तु महोदय. बुद्धि बुद्ध् योगः सप् विकर्णप्रत्यययोगः लट्लकारयोगः बोधयति इति अभिशिष्टम् हलो बुद्ध कस्यापि गृहे डिस्टर्बन्स् अस्ति, कृपया म्यूट् करोतु. सुगन्ध लघुपथस्य च ये बुद् इद् इति धातु उकारः उपधाय ह्रस्व उकारम् अस्ति इति चेत् गुणकार्यं भवति. बुद् प्लस् सप् प्लस् ति इति सप् विकर्णप्रत्ययः सकारापकारयोः लोपः भवति. इप् हलन्त्यम् इस् दशक् दशक् दत्तिते इति सूत्रेण इस् लोपः भवति. अ बुद् योगः अयोगः ति बुद् तिप् प्रत्यय लट्लकारप्रत्यय तिप् इप् हलन्त्यं चेत् इप् लोपः भवति. बुद् योगः ति तिङ् सित् सार्वधातुकम् इति वयं दृष्टवन्तः. षित् इति कारणेन सार्वधातुकं तीतिङ् अतः सार्वधातुकसंज्ञकः. बुद् प्लस् शप् प्लस् ति लसक्वादिदत्ते अ अविशिष्टम् इस् इप् लोपः भवति. बुद् अ ति उकारः उपधायां गुणकार्यं भवति. उकारस्य गुणम् ओ बोध् प्लस् आति बोधति. उत्तमं महोदय. अस्तु महोदय, धन्यवादः. तर्हि अत्र अस्माकं मुख्यसूत्रमस्ति पुगन्तलघुपुगन्ध. केन तर्हि पुगन्तलघुपदस्य सूत्रं वदति यत् उपधायां लघु इकवर्णः अस्ति तस्य गुणकार्यं करोतु, अनन्तरं सार्वधातुकप्रत्ययः अस्ति चेत्. तर्हि बुध् योगः शप् योगः ति अस्ति. अत्र वयं जानीमः यत् शप् तु सार्वधातुकप्रत्ययः अस्ति तिङ्क्षित् सार्वधातुकम् इति सूत्रेण, अतः तत्कारणेन बुध् मध्ये यत् उकारः आगच्छति तत् लघु उकारः अस्ति, उपधायामपि अस्ति, अतः तस्य गुणकार्यं भूत्वा बोध् भवति. बोधयोगः अयोगः ति बोधति इति. पुगन्धः इत्युक्ते किं महोदय? पुग् इति पवर्गम् एव. न महोदय, पुग् इति पवर्गं नास्ति. पुग् किमपि अन्यत् अस्ति, तस्य अत्र किमपि कार्यं न अस्ति. तस्य कार्यं वयम् अग्रे बहु अग्रे द्रक्ष्यामः यत् निजन् यदा निच् प्रत्ययस्य कार्यं भवति प्रेरणार्थके निच् यत्र अस्ति तत्र पुक् तस्य कार्यं भवति. परन्तु अत्र तु केवलं लघुपदस्य इति एव प्रसक्तिः अस्ति. अन्य कोऽपि प्रश्नः अस्ति वा? पुगन्तमेव प्रश्नम् अस्तु. अस्तु तर्हि अग्रे अग्रे सरेम. को अस्ति? राधा भगिनी अस्ति खलु? राधा भगिनी अस्ति वा? अहं तु अत्र दृक्ष्यामि, पश्यामि. अस्तु अस्ति वा महोदय? श्रूयते वा? भवत्याः ध्वनिः अतीव न्यूना आगच्छति. कोऽपि क्लेशः अस्ति प्रायः फोन् मध्ये. अस्तु, कोऽपि क्लेशः अस्ति महोदय, कृपया एकवारं पश्यतु क्लेशः कः अस्ति, अनन्तरे वयं पठिष्यामः. अस्तु, अग्रे गच्छामः. अमित् महोदय अस्ति खलु? आम् अस्मि महोदय. पठतु महोदय अग्रे. उगन्तलघुपदस्य च पूर्वतने पाठे अस्माभिः दृष्टं यत् अ शप् इत्यस्य प्रतिनिधिः शकारपकारयोः लोपः भवति, किन्तु तयोः लक्षणं तिष्ठति एव. शकारस्य इत्संज्ञा अतः अवशिष्टः अकार चित् अस्ति. षित् अस्ति अतः तिंषित् सार्वधातुकम् इत्यनेन सूत्रेण शप् अधुना अकारः सार्वधातुकसङ्गतप्रत्ययः. तदा पुगन्तलघुपदस्य च इत्यनेन सूत्रेण धातौ उपधायाः ह्रस्व इकः गुणः भवति. अग्रे तर्हि बोध् प्लस् योग अ योगति इति भवति. तदनन्तरं वर्णमेलने बोधति इति अन्तिमरूपं भवति. अग्रे पठामः. बुद्धयोगशप् योगति इति प्रसङ्गे पुगन्तलघुपदस्य च इत्यस्य अर्थः पुगन्तस्य लघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुक आर्धधातुकयोः अनुवृत्तिसहितं सूत्रम्. पुगन्तस्य इति भागम् अधः अवलोकयाम. बुद्धातोः कृते प्रसङ्गः नास्ति. लघुपदस्य अङ्गस्य इकः गुणः सार्वधातुक आर्धधातुकयोः इति अस्माकं कृते मुख्यभागः अत्र. लघ्वी योग उपधा, लघु इत्युक्ते ह्रस्ववर्णः, लघ्वी इति लघुशब्दः स्त्रीलिङ्गे. लघ्वी उपधा इत्यस्मात् लघु उपधा. ह्रस्व इक् उपधा, ह्रस्व इक् इत्युक्ते इ उ रु. बुद्धातौ लघु उपधा नाम बुद्धातोः ह्रस्व उकारः. लघुपदस्य इत्युक्ते लघु उपधा, यस्य तत् लघु उपदं बहुव्रीहि, तस्य लघु उपधस्य, तस्य लघु उपधस्य अङ्गस्य. प्रत्ययात् पूर्वं यः सम्पूर्णभागः सः तस्य प्रत्ययस्य अङ्गम्. अत्र शप् इति प्रत्ययः, तस्मात् प्रत्ययात् पूर्वं बुद्धातुः, अतः बुद्धातुः शप् प्रत्ययस्य अङ्गम्. बुद्धातौ लघुपदा इत्युक्ते ह्रस्व उकारः अपि अस्ति, अतः बुद्धातुः स्वयं लघु उपदम् आहत्य बुद्धातुः शप्रत्ययस्य लघु उपदम् अङ्गम्। सार्वधातुक आर्धधातुकयोः इति सप्तमन्तं पदम्। पाणिनीयसूत्रेषु सप्तमी विभक्तिः इत्युक्तौ पूर्वकार्यम्, अतः सार्वधातुकसंज्ञकप्रत्ययात् पूर्वं नाम शप्रत्ययात् पूर्वं लघु उपदं नाम बुद्धातुः अस्ति चेत् तस्य अङ्गस्य नाम बुद्धातोः लघ्वी उपधाया इकः इत्युक्ते इक् षष्टिविभक्ति इकः नाम उकारस्य गुणः भवति। अतः उकारस्य स्थाने ओकार आदेशः। बुद्ध योग शप् योग ति इत्यस्मात् बोधति। अस्तु, बहु किमपि लिखितमस्ति, कृपया सारांशं वदतु किमस्ति। सारांश अस्ति यत् अत्र पुगन्तस्य पदस्य कोऽपि प्रसक्तिः नास्ति, प्रसङ्गः नास्ति, केवलं लघुपदस्य अङ्गस्य एकः गुणः सार्वधातुक आर्धधातुकयोः अस्माकं कृते इत्येव भागः। अत्र लघुपदस्य इत्युक्ते लघु लघ्वी उपधा यस्य इति, अङ्गस्य इत्युक्ते प्रत्ययात् पूर्वं यः अस्ति सः। अत्र बुद्ध धातु अङ्गः अस्ति शप् प्रत्यये प्रत्ययस्य। बुद्ध धातोः ह्रस्व उकार भवति, तद् इक् वर्णः लघुवर्णः, तस्मात् लघुपदम् इति तस्य वक्तव्यं। तर्हि लघुपदस्य अङ्गस्य इकगुण सार्वधातुक अर्धधातुकयोः, सार्वधातुक कथं भवति इत्युक्ते शप् प्रत्यय अस्ति चेत् षित् संज्ञा भवति, तिंशित् सार्वधातुकम् इत्यनेन सार्वधातुकं संज्ञा भवति, सः प्रत्ययः अग्रे अस्ति तस्मात् अस्य सूत्रस्य प्रसक्तिः भवति, तस्मात् लघुपदस्य अङ्गस्य इक इत्युक्ते बुद्धातोः यः उकारः अस्ति तस्य गुणः कार्य भवति इति। बुद्ध योगशप् योगति बिकम्स् तस्मात् बोधति इति अन्तिमरूपम्। अस्तु, धन्यवादः महोदय। प्रश्नः अस्ति वा कोऽपि कस्यापि? नास्ति महोदय, स्पष्टम्। आं, तर्हि अहं तर्हि किमस्ति अनुवृत्तिसहितसूत्रमस्ति, पुगन्तस्य लघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुक आर्धातुकयोः। तर्हि अत्र सार्वधातुक आर्धातुकयोः सप्तमी विभक्त्याम् अस्ति, अतः पूर्वकार्यं पूर्वकार्यस्य सङ्केतः अस्ति अत्र। इकः गुणः भवति इति अस्ति इति अपि वयं जानीमः। अत्र इकः गुणः इत्युक्ते किं भवति वयं जानीमः। तर्हि नूतनं केवलम् अस्ति लघुपदस्य अङ्गस्य। अत्र लघुपदं लघुपदस्य अङ्गस्य शब्दस्य विशेषणम् अस्ति। लघुपदस्य अङ्ग नाम तादृशम् अङ्गं यस्य उपधायां लघुवर्णः अस्ति, लघुवर्णः अस्ति तादृशम् अङ्गम्। किं लघु वर्णम्? इक प्रत्याहारस्य लघुवर्णं नाम ह्रस्व इकारः, ह्रस्व उकारः, ह्रस्व ऋकारः। अन्यत् ह्रस्व इकारः, ह्रस्व उकारः, ह्रस्व ऋकारः अन्यतमः कोऽपि वर्णः अस्ति चेत् तस्य गुणकार्यं भवति। नाम ह्रस्व इकारस्य एकारः भवति, ह्रस्व उकारस्य ओकारः भवति, ह्रस्व ऋकारस्य अर् भवति। अवगच्छन्तु कृपया सर्वे यत् केवलं ह्रस्व लघु अस्ति खलु, केवलं ह्रस्ववर्णस्य गुणकार्यं भवति। दीर्घ इकारः, दीर्घ उकारः, दीर्घ ऋकारः अस्ति चेत् तस्य गुणकार्यं न भवति उपधायाम् अस्ति चेत्। अन्ते अस्ति चेत् गुणं भवति, दीर्घ भवति वा गुण लघु भवति वा उभयोः गुणकार्यं भवति, परन्तु उपधायां केवलं ह्रस्ववर्णस्य गुणकार्यं भवति इति अवगच्छन्तु। अस्तु, तर्हि अत्रापि कोऽपि क्लेशः महोदय एक संशय अत्र केवलं लघु लकारस्य प्रसक्ति नास्ति वा? लकार ऋकार मध्ये आगच्छति वा? नास्ति महोदय, अत्र प्रायः ऋकारस्य दीर्घः एव अस्ति वा अहं न जानामि, परन्तु तर्हि अस्ति चेत् उपधायां ऋकारः अपि बहु नास्ति एव कुत्रापि इति चिन्तयामि। तर्हि तस्य वस्तुतः तस्य सूत्रे अस्ति, परन्तु लौकिकदृष्ट्या तस्य किमपि कार्यं नास्ति इति अहं चिन्तयामि, अतः केवलम् इकारः उकारः ऋकारः एव लिखितमस्ति। महोदय क्षम्यता, लघ्वी लघु इति पदस्य सप्तमी विभक्ति एकवचनं वा? लघ्वी इति लघु शब्दस्य स्त्रीलिङ्ग बहुवचनं वा? स्त्रीलिङ्ग प्रथमा विभक्ति एकवचनम् एकवचनं लघ्वी। ओ हो, लघ्वी उपधा लघुपधा ओके ओके धन्यवादः। साध्वी साध्वी अस्ति तदेव, धन्यवादः महोदय। अस्तु, तर्हि सर्वे अवगच्छन्ति इदानीं पर्यन्तम् इति मन्ये, अग्रे गच्छामः। को अस्ति अत्र? जानकी महोदय अस्ति खलु? नमस्ते महोदय। भवादिगणे अन्यानि उदाहरणानि सुगन्धलघुपदस्य च इति सूत्रसङ्ख्यां पठनीयं वा? सूत्रसङ्ख्यां पठनीयं वा? आवश्यकता नास्ति, परन्तु एकं कार्यं कुर्मः, सर्वेषां समीपे अधुना अष्टाध्यायीसूत्रपाठः पुस्तकम् अस्ति वा? अस्ति चेत् कृपया एकवारम् उद्घाटयतु, अहं वदामि पृष्ठक्रमाङ्कः। एकनिमेषः, कुत्र अस्ति अष्टाध्यायीसूत्रपाठ वा धातुपाठ? अष्टाध्यायीसूत्रपाठः पेज् नम्बर् 126 कृपया उद्घाटयन्तु। पुस्तकं नास्ति, किं सूत्रं इदं सूत्रम् एव अस्ति तुभन्तलघुपस्य च, परन्तु अहं सूत्रपाठे कुत्र अस्ति इति दर्शयितुम् इच्छामि. तर्हि पेज् नम्बर् 126 अस्ति खलु, पुगन्तं न कुत्र अस्ति पुगन्तं 773 पेज् 126 उद्घाटयतु. तत्र पुस्तकं नास्ति मयि, पुस्तकं नास्ति पुस्तकं नास्ति चेत् किमपि मा करोतु. 773 भगिनि, लघ्वा दुःखादिशली. तर्हि 126 पृष्ठे चतुरशीतितमः सूत्रः अस्ति, 84th सूत्रः अस्ति, सार्वधातुक आर्धातुकयोः खलु. तत्तु जानीमः सार्वधातुक आर्धातुकयोः सूत्रं किं करोति, गुणकार्यं करोति इति अस्माभिः गतरविवासरे दृष्टम्. तद् अग्रे एकं सूत्रमस्ति 85th सूत्रमस्ति, जाग्रो विचिन्नलिङ्गसु. इदं सूत्रमपि एकम् अधुना नास्ति परन्तु अग्रे आगच्छति, तदपि गुणस्य सूत्रम् अस्ति, वदति गुणः कुत्र भवति. तदग्रे पश्यतु सूत्रमस्ति पुगन्तलघुपदस्य च इति. तर्हि मम उद्देश्यं किम् अस्ति अष्टाध्यायीसूत्रपाठे दर्शनस्य सूत्र, मम उद्देश्यम् अस्ति यत् अष्टाध्यायीमध्ये यानि सूत्राणि एकमेव कार्यं दर्शयन्ति, ते सर्वे एकस्थाने एव आगच्छन्ति. नाम सूत्राणाम् अरेञ्ज्मेण्ट् अपि बहु उत्तमम् अस्ति. तर्हि अत्र गुणकार्यस्य प्रसक्ति गुणकार्यस्य कृते ये सूत्राणि सन्ति ते सर्वे एकस्थाने सन्ति. सार्वधातुक आर्धातुकयोः अस्ति, जाग्रो विचिन्नलिङ्गसु अस्ति, तदग्रे पुगन्तलघुपदस्य च अस्ति. तर्हि इति अरेञ्ज्मेण्ट् अस्ति, अतः बहु सौकर्यं भवति. एक एक एक ये कार्याणि एकरूप सदृशानि सन्ति ते सर्वे एकस्थाने आगच्छन्ति इति. तर्हि अत्र महोदय तत्र एका संख्या अस्ति, सा का? कुत्र महोदय? 2189 इति. 2189 सिद्धान्तकौमुदी अपि अस्ति एकः महोदय व्याकरणस्य ग्रन्थः, तत्र अपि सूत्राणि आगच्छन्ति ते, तस्य सूत्रसङ्ख्या अस्ति प्रायः. अस्तु, धन्यवादः. धन्यवादः अमित महोदय, अहमपि न जानामि तत्. अस्तु, अग्रे गच्छेम. अनुवर्तनं करोमि वा महोदय? को अस्ति, को पठति? जानाति महोदय, अस्तु पठतु. इदानीं साक्षात् पठामि वा? शुच् शोचति इति भवति, कृष्य कर्षति इति भवति, कृष् महोदय कोष्ठके यत् अर्थं लिखितमस्ति तदपि पठतु. शुच् शोचति, शोकम् अनुभवति, कृष् कर्षति आकर्षणे, कृष् क्रोशति रोदिति, रुह् रोहति वर्धते, क्षुभ् क्षोभते मतनं क्रोधानुभवनम् भवति, घुष् घोषति शब्दं करोति, कृष् कर्षति घर्षणे, कुष् पोषति पालनपोषणे. किमस्ति उपधायां? सर्वत्रापि उपधायां विद्यमान लघु इति वर्णस्य गुणः अभवत् पुगन्तलघुपदस्य इति सूत्रेण. अतः उ स्थाने उ अभवत् शोचति, कृ स्थाने अर् अभवत् कर्षति इति अभवत्, कृष् कृ स्थाने पुनः कृष् स्थाने ओ अभवत् क्रोशति, रुह् उ स्थाने उपधायाम् उ अस्ति इति कारणात् ओ अभवत्, क्षुब् अत्रापि उपधा उ अस्ति, क्षो ओ इति अभवत्, क्षोभते इति रूपं सदा अभवत्, कुश् तत्र गु उ अस्ति उपधायाम् उ अस्ति, ओ अभवत् घोषति, कृष् उपधायां ऋ अस्ति अर् अभवत् घर्षति इति अभवत्, पुष् उपधायाम् उ अस्ति, पो इति अभवत् पोषति. अत्र पठामि वा महोदय? आं पठतु. अत्र न प्रसक्तिः. धातौ स्वरः इक् प्रत्याहारे च उपधायां च किन्तु दीर्घः, तत्र गुणः असम्भवः. जीव जीवति इत्येव भवति, न तु दीर्घः अस्ति इति कारणात् तत्र किमपि न भवति. क्रीड् क्रीडति, क्षीव् क्षीवति, मील् मीलति. धातौ स्वरः उपधायां किन्तु इक् नास्ति, तत्र गुणः असम्भवः. एज् एच्छति, एकारः इक् प्रत्याहारे नास्ति. धातौ ह्रस्वः इक् वर्णः अस्ति, किन्तु उपधायां न स्थितः, तत्र गुणः असम्भवः. निन्द् निन्दति, नकारः उपधासंज्ञकः इकारः, उपधायां नास्ति. नकारः उपधासंज्ञकः, इकारः उपधायां नास्ति. हिंस हिंसति, अनुस्वारः उपधायां. भिक्ष भिक्षते, ककारः उपधायां. मुण्ड मुण्डति, णकारः उपधायाम्. तर्हि अत्र वदतु महोदय, अत्र ये ये उदाहरणानि सन्ति यत्र यत्र उपधायाम् इकवर्णः आगच्छति, गुणः भवति, तत्तु अस्माभिः पूर्वं दृष्टं. शुच् क्रेश् कृष् रुः शुभ् कृष् घृष् पुष्. अधुना किं लिखितमस्ति? अधुना लिखितं यत् उपधायां लघु लघु इक् वर्णः भवति चेदेव तस्य गुणः भवति. अत्र जीव इति स्वीकुर्मः चेत् उपधायां दीर्घ इक् वर्णः अस्ति, अतः तस्य गुणः न भवति, तेन कारणेन जीवति इत्येव भवति. तादृशमेव क्रीड, तत्र अपि उपधायां ई दीर्घ ई अस्ति, तेन कारणेन तत्रापि गुणः न भवति, अतः क्रीडति इत्येव भवति. क्षीव तत्रापि उपधायां दीर्घ ईकारः, तेन कारणेन गुणः न भवति, क्षीवति. मील उपधायां दीर्घ ईकारः, तत्रापि गुणः असम्भवः, अतः मीलति इति भवति. पुनः यदा उपधायाम् इक् वर्णः नास्ति चेत् तत्र तदापि गुणः न भवति. यदा एज् अत्र उपधायाम् ए अस्ति, तद् तु इक् प्रत्याहारे नास्ति इति कारणात् तत्र गुणः न भवति. पुनः धातौ ह्रस्व इकारः, तद् उपधाय ह्रस्व इकारः भवति, परन्तु उपधायां न भवति, तदापि न भवति न भवति. उदाहरणं पश्यामः चेत् निन्द इति धातुः अस्ति, अत्र तु उपधायाम् इन् अस्ति, न तु इ, तेन कारणेन अत्र गुणः न सम्भवति, अतः निन्दति एव. तादृशमेव हिंस धातु, तत्रापि उपधायाम् अनुस्वारः अस्ति, इ नास्ति, अनुस्वारः अस्ति, तत्रापि न गुणः न भवति, अतः हिंसति इति एव भवति. भिक्ष तत्र भिक्षते इति अस्ति, भिक्षधातोः उपधा इक्ष तत्र इक् इष् अस्ति, अतः उपधा सम्यकः तु इक् एव, न तु इ, तेन कारणेन अत्रापि गुणः न भवति, भिक्षते इति भवति. मुण्ड् तत्र उपधायाम् एन् अस्ति, अतः अत्रापि उकारस्य गुणः न सम्भवति, मुण्डति इति एव रूपं भवति. अग्रे पठामः, पठामि वा? धन्यवादः. उत्तमं महोदय. तर्हि भिक्ष् भिक्ष् महत्त्वम् अस्ति, भिक्ष् धातोः महत्त्वमस्ति अत्र, यत् बहुधा बहवः जनाः चिन्तयन्ति यत् भिक्ष् मध्ये किमर्थम् इकारः उपधायां नास्ति, क्षकारः अस्ति तत्पूर्वम् इकारः अस्ति. परन्तु अवगच्छन्तु यत् क्षकारः यत् अस्ति तत् एकवर्णः नास्ति, संयुक्तवर्णः अस्ति. तत्र तकारः अस्ति, षकारः अस्ति. अतः वस्तुतः भिक्ष् मध्ये उपधायां ककारः अस्ति, न तु इकारः. अतः भिक्ष् धातो मध्ये अपि गुणकार्यं न भवति, भिक्षते एव तिष्ठति इति. अस्तु, तर्हि के अस्ति निमित्तानि, कानि सन्ति? उपधायाम् अस्तु, उपधायां भवेत्, उपधायाम् इकवर्णः भवेत्, तत् उपधायां यत् इकवर्णः अस्ति तत् लघु एव भवेत्. तथा एवम् अस्ति चेत् गुणः भवति, अन्यथा न भवति इति. अस्तु, धन्यवादः महोदय. अग्रे अस्ति रघुपतिमहोदय अस्ति. हा महोदय, अहं पठामि वा? हा महोदय, भवती अग्रे एव आगच्छति महोदय. आम्, मम समीपे सूची अस्ति खलु, तत् आर्डर् मध्ये ये सन्ति ते तारीत्या अहम् आह्वयामि. अस्तु, रघुपति महोदय. हा, पूर्णसूत्रात् इत्यतः उगन्तलघूपदस्य च, उगन्तस्य अङ्गस्य लघूपदस्य च, लघुपदस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे. पुक् अन्ते यस्य तत् पुगन्तं, लघ्वी उपदा यस्य तत् लघुपदम्. पुगन्तश्च लघुपदश्च तयोः पुगन्तलघुपदं समाहारद्वन्द्व तस्य पुगन्तलघुपदस्य. पुगन्तलघुपदस्य षष्ट्यन्तं पदं च अव्ययपदं द्विपदमिदं सूत्रम्. मिदेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः सार्वधातुक आर्धधातुकयोः इत्यस्य पूर्णानुवृत्ति. अङ्गस्य इत्यस्य अधिकारः इको गुणवृद्धि इत्यनेन परिभाषासूत्रेण इकः स्थानी भवति यत्र स्थानी नोक्तम्. अनुवृत्तिसहितसूत्रं पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुक आर्धधातुकयोः. अग्रे पठामि वा? अग्रे, हा, पठतु महोदय. ध्येयं यत् सार्वधातुक आर्धधातुकयोः इति सूत्रस्य अनुवृत्तिसहितसूत्रम् एवम् इकः अङ्गस्य गुणः सार्वधातुक आर्धधातुकयोः. अत्र इकः अङ्गस्य गुणः इत्यस्य वदनेन अङ्गस्य अन्ते यः इकवर्णः तस्य गुणः इति अर्थः. तत्र येन विधिन्तदं तस्य इत्यनेन इकः अङ्गस्य इत्युक्ते न केवलम् इक् इति अङ्ग, किन्तु तादृशम् अङ्गं यस्य अन्ते इक् अलोन्तस् इक् अलोन्तस्य इत्यनेन अङ्गस्य स्थाने गुणादेश इति न, अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः. किन्तु पुगन्तलघुपदस्य च इति सूत्रे इकः गुणः अङ्गस्य अन्ते न अपि तु उपधायाम्. एतदर्थं येन विधिस्तदं तस्य अलोन्तस्य इत्यनयोः प्रसक्तिः नास्ति. अपि च अनुवृत्तिसहितसूत्रे अङ्गस्य इकः गुणः इति अस्ति, न तु इकः अङ्गस्य गुणः. पुगन्तलघुपदस्य च इति सूत्रे अङ्गस्य इकः अनयोः पदयोः समानाधिकरणं न इष्टम्. अत्र पूर्णसूत्रार्थं दर्शितम् अस्ति. पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः सर्वदार्थकार्धातुकयोः. अत्र पूर्वं दृष्टं, वयं दृष्टं इकः अङ्गस्य गुणः सार्वधातुकयोः इति सूत्र. अत्र तत्र येन विधिन्तस्य अलोन्तस्य इति द्वे सूत्राणि द्वे सूत्रे स्तः तस्य प्रसक्तिः नास्ति अत्र इति दर्शितम्. किमर्थं नास्ति महोदय प्रसक्तिः? येन सिद्धान्तस्य अलोन्त्यस्य अत्र अत्र कार्यमस्ति लघुपदस्य लघु उपादायाः एव उपादायाः गुणः इति निर्दिष्टम् इत्यनेन येन विधिं तदस्य अलोन्तस्य एते सूत्राणां उपयोगः नास्ति इति लिखितमस्ति. आम्, यतोहि अत्र यत् कार्यं भवति तत् उपधायां कृते एव उपधायाः कृते एव भवति खलु. तर्हि अन्त्यस्य अन्ते किमपि कार्यं नास्ति, अतः वेन् विधिस्तदन्तस्य अलोन्त्यस्य ये सूत्रे केवल अन्तिमवर्णस्य कार्यं सूचयतः तयोः अत्र किमपि प्रसक्तिः कापि प्रसक्तिः नास्ति इति अस्ति. परन्तु इको गुणवृद्धिः तु अस्ति, यतोहि गुणः कुत्र भवति? इकः गुणः भवति इति. अस्तु, अग्रे वदतु महोदय, सारांशः अग्रे किमस्ति? महोदय, महोदय, तर्हि अत्र एकं लिखितमस्ति खलु, यत् अस्माभिः दृष्टं खलु सार्वधातुक आर्धातुकयोः सूत्रमस्ति, तस्य अनुवृत्तिसहितं सूत्रं किम् अस्ति? इकः अङ्गस्य गुणः सार्वधातुकयोः खलु. परन्तु पुगन्तलघुपदस्य च इति सूत्रस्य अनुवृत्तिसहितसूत्रं किम् अस्ति? अङ्गस्य इकः गुणः सार्वधातुकपदस्य च अङ्गस्य इकः गुणः सार्वधातुक आर्धातुकयोः. अत्र किञ्चित् भेदः अस्ति खलु अनुवृत्तिसहितसूत्रे, कोऽपि किञ्चित् भेदः अस्ति, तत् भेदं वदतु, तद्भेदस्य आशयः. उगन्तलघुपदस्य च अङ्गस्य इकः अङ्गः इकः अङ्गस्य गुणः अत्र नास्ति. अङ्गस्य इकः गुणः इति अस्ति, अस्तु, इकः अङ्गस्य गुणः अहं न जानामि महोदय. भवानेव एक उदाहरणं ददातु. कोऽपि अन्या कोऽपि सहायतां कर्तुम् इच्छति वा? अहम् अवगच्छामि, परन्तु अहं एक्स्प्लेन् कर्तुम् अशक्य. महोदय, अत्र अङ्गस्य सम्बन्धार्थे षष्ठी विभक्ति अस्ति वा? न, आम् सम्बन्ध अङ्गस्य इकः अङ्गे यत् इक अस्ति तस्य गुणः इति अस्ति, न तु इकः इत्यस्य विशेषणम् अङ्गः इति नास्ति. तादृशं किमपि अस्ति वा? आमां, तदेव अस्ति. बहु किमपि नास्ति, तथैव अस्ति यत् अत्र सूत्रे अनुवृत्तिसहितसूत्रमस्ति. अत्र अङ्गपदमस्ति, तस्य विशेषणमस्ति पुगन्तलघुपदस्य च, नाम तादृशम् अङ्गं यस्य उपधायां लघुवर्णः अस्ति तादृशम् अङ्गं, तस्य तादृश अङ्गस्य इक्वर्णस्य गुणः भवेत् इति. तर्हि अत्र किमपि कोऽपि क्लेशः नास्ति कस्य गुणः भवेत्, तत् इकः कुत्र आगच्छति अपि तस्य कोऽपि क्लेशः नास्ति इति, अतः सरलमस्ति. परन्तु सार्वधातुक आर्धातुकयोः इति सूत्रस्य अनुवृत्तिसहितं सूत्रं पश्यामः चेत् तर्हि तत्र अस्ति इक अङ्गस्य गुणः भवति, नाम तत्र अङ्गस्य अस्ति विशेषणम् इकः, इकः अङ्गस्य नाम तादृशम् अङ्गं यत् इक् अस्ति तस्य गुणः भवेत्। अतः अनुवृत्तिसहितं सूत्रम् एतादृशम् अस्ति, अतः बहवः प्रश्नाः आगच्छन्ति यत् इकः अङ्गः नाम किं, केवल तादृशम् अङ्गः यत् केवलम् इ उ रि अस्ति, अथवा तादृशम् अङ्गम् अपि यस्य अन्ते इक् अस्ति। तर्हि येन विधिस्तदन्तस्य इति सूत्रस्य प्रसक्तिः आगच्छति। संशयः महोदय, त्वम् इदानीम् अवदत् तत् अङ्गस्य अन्ते यः इक् वर्णः, तदर्थम् इ वर्णः एव न इक् प्रत्याहार, इक् प्रत्याहारे यः वर्णः अस्ति तत् अत्र इक् इक् वर्ण इति इत्युक्ते इक् प्रत्याहारस्य वर्ण इक् अवगतं या। तर्हि अन्ते अस्ति अतः येन विस्तृतस्य प्रसक्तिः आगच्छति। तदनन्तरं लिखितमस्ति अङ्गस्य गुणः, अङ्गस्य गुणः इत्युक्ते किं, कस्य वर्णस्य गुणः, तर्हि केवलम् अन्त्यवर्णस्य गुणः भवति, अतः अलोन्त्यस्य सूत्रस्य कार्यं भवति, न तु पूर्ण अङ्गस्य परन्तु केवलम् अन्त्यवर्णस्य गुणः भवति। तर्हि अलोन्त्यस्य अपि प्रसक्तिः आगच्छति। अत्र तु तादृश एकनिमिषः, अत्र तु तादृशं कोऽपि परिभाषासूत्राणां प्रसक्तिः तस्य प्रसक्तिः नास्ति, यतोहि एक तु अन्ते कोऽपि कार्यं नास्ति, अत्र तु उपधायां कार्यम् अस्ति। तदनन्तरं अनुवृत्तिसहितसूत्रम् अपि सरलम् अस्ति, अङ्गस् पुगन्तलघुपदस्य अङ्गस्य इकः गुणः भवति। परन्तु महोदय, येन विधिस्तदन्तस्य अपि अलोन्तस्य अनुवृत्तिः नास्ति पुगन्तस्य लघु सूत्रे, अनुवृत्ति नास्ति, अनुवृत्ति तु नास्ति एव, परन्तु तयोः सूत्रयोः परिभाषा सूत्ररूपेण अपि अत्र कोऽपि सहायता नास्ति। अलोन्तस्य सूत्रस्य अपवादसूत्रं वा पुगन्तस्य अपवादसूत्रं वा? न न अपवादसूत्रं सार्वधातुक अर्धातुकयोः वदति यत् अन्ते कार्यम्, अन्ते अस्ति चेत् कार्यं भवतु, अत्र उपधायाम् अस्ति चेत् कार्यं भवतु, कोऽपि सिमिलारिटि एव नास्ति खलु। तर्हि अपवादस्य प्रश्नः एव न उदेति। अपवादः कुत्र अस्ति यत् एकस्थाने द्वे सूत्रे आगत्य कान्फ्लिक्ट् कुरुतः, तत्र एव अपवादः भवति खलु, यत् एकसूत्रं वदति एक करोतु, अन्यत् सूत्रं वदति अन्यत् कार्यं करोतु, अत्र तु उभयोः कार्यक्षेत्रम् अपि भिन्नम् अस्ति, अस्ति अपवादः नास्ति। आं महोदय, अपवादः नास्ति, कान्फ्लिक्ट् नास्ति, बट् किमर्थं कन्फ्यूषन् अस्ति अत्र, किमर्थं येन विधिस्तदन्ते अलोन्तस्य तत्र भवति, ऐ मीन् प्रसक्ति नास्ति अत्र, अत्र प्रसक्तिः नास्ति खलु, अत्र अनुवृत्ति अन्ते नास्ति खलु, अन्ते तु नास्ति एव, तर्हि अन्ते तु अपि नास्ति उपधा एव, अन्ते नास्ति चेत् अन्ते कथं गुणः कार्यं कर्तुं शक्नोति? अत्र न तदपि नास्ति, परन्तु अत्र सूत्र अनुवृत्तिसहितसूत्रे एव साक्षात् लिखितमस्ति खलु, पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुक आधातुकयोः। तर्हि कस्य गुणः करणीयं लिखितमस्ति, पुगन्ते अस्ति उपधायाम् अस्ति लिखितमस्ति, अतः आवश्यकता एव नास्ति खलु, येन विस्तदन्तस्य तु आवश्यकता एव नास्ति, यतोहि तत् येन विस्तदन्तस्य आवश्यकता कुत्र अस्ति, नाम तत्र लिखितमस्ति खलु सार्वधातुक आर्धातुकयोः सूत्रे इक अङ्गः गुणः, तर्हि इकः अङ्गः इत्युक्ते किं, न केवलं तादृशम् अङ्गं यत्र इक् अस्ति, परन्तु तादृशम् अपि यत्र अन्ते इक् अस्ति, तर्हि येन विस्तृतस्य आगत्य वदति अन्ते अपि इक् भवेत् तर्हि कार्यं करोतु। अत्र अन्तकार्यं तु किमपि नास्ति, अत्र अङ्गस्य अत्र इकः अङ्गस्य विषयं नास्ति, अत्र लिखितमस्ति अङ्गस्य इकः गुणः करोतु, सिम्पल् रीत्या एव लिखितमस्ति, अतः अलोन्त्यस्य अपि कार्यं न भवति, यतोहि अत्र अङ्गस्य गुणः न भवति, अत्र अङ्गस्य इकः गुणः भवति इति लिखितमस्ति, तर्हि तस्यापि कोऽपि आवश्यकता नास्ति, अतः कार्यं न भवति इति. भवती किं चिन्तयति? It is creating more confusion. Yena vidhi sadantasya api alontasya sutra dvayam brahmaha eva karoti. Mode atra bhavana vadatu. Ha na puram drishtam sarvartakayoho atra angasya gunaha kutra bhavati iti suchayati ye dve sutre येन विधिं तदस्य अलोन्तस्य सहायं सहायं भवति अत्र तस्य तस्य सहायं न अवश्यम् अत्र न अवश्यम् अत्र पुगन्तलघुपदस्य सूत्रस्य विधिः येन विधिः अपि अलोन्तस्य अवश्यं नास्ति अवश्यं नास्ति तत्र डिस्कशन् कन्फ्यूजन् कन्फ्यूशन् तत्र डिस्कशन् एव प्रायः अहं वदामि अस्मिन् सूत्रे तत्र लिखितमेव तस्य लेखनस्य एव आवश्यकता नासीत् डिस्कशन् मध्ये यत् येन वेशदन्तस्य अलोन्त्यस्य, परन्तु कालधातुको आर्धातुकयोः इति सूत्रस्य चर्चायां लिखितमस्ति खलु, अतः अत्रापि महोदयेन लिखितं यत् मेबि हि थाट् दट् इट् विल् क्लियर् द कन्फ्यूजन् बट् एक्चुलि अस्तु. तर्हि अनुवृत्तिसहितसूत्रे शब्दानां क्रमः कीदृशः अस्ति तेन बहुवारं क्लेशः समापयति. अत्र अङ्गस्य इकः गुणः लिखितमस्ति अतः कोऽपि क्लेशः नास्ति. सार्वधातुक आर्धातुकयोः मध्ये अनुवृत्तिसहितसूत्रं किञ्चित् भिन्नः अस्ति. तत्र आसीत् इकः अङ्गस्य गुणः, अतः तत्र परिभाषासूत्राणाम् आवश्यकता आसीत्, अत्र नास्ति. अस्तु अस्तु, लीना महोदय अस्ति खलु? उगन्तस्य इत्यस्य सूत्रसहितं रूपं उगन्तस्य अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः. अनेन केषाञ्चित् विशिष्टधातूनाम् अङ्गस्य उपधायां यः इक् वर्णः सः लघु नास्ति चेत् अपि गुणादेशः भवति. अतिर्विल् लि रि क्नु यीक्ष्मायातां पुग्णौ इति सूत्रेण ऋ रि लि रि क्नुयि क्ष्यामि क्ष्मायि इत्येषां धातूनाम् आकारान्तधातूनां च पुक् आगमः भवति णिच् प्रत्यये परे, यथा दा धातु लटि ददाति, णिचि दापयति, दा णिच् अनुबन्धलोपे दा इ उगागमः, दाप योगे इ दापि इति निजन्तधातुः, दापि शप्ति दापयति. एतादृशेषु स्थितिषु धातु निच् प्रत्यये प्रत्यययोः मध्ये पुक् आगमः उगागमः भवति, यथा दापि इति धातौ दाप् इति धातोः पुगन्तम् अङ्गम् इति उच्यते, पुक् अन्तेयस्य तत् पुगन्तम्. अग्रे पठामि वा? एकवारं पठतु तदनन्तरं वदतु. तर्हि णिच् प्रत्यये परे आकारान्तधातूनां पुगागमः भवति, यथा दा दाप दापि दापयति, परन्तु तत्र पुगन्ताङ्गस्य उपधायाम् आकारः दाप् अतः गुणकार्यस्य प्रसङ्गः एव नास्ति, किन्तु अन्ये धातवः अपि सूत्रे सूचिताः सन्ति येषां पुगन्त अङ्गस्य उपधायाम् इक् स्वरः अस्ति, यथा ऋ रि लि रि एषां पुगन्तम् अङ्गं रिप् रिप् लिप् रिप् अत्र यद्यपि उपधायां ह्रस्वस् इक् वर्णः लघुपधा नास्ति अपि तु दीर्घ इक् वर्णः तथापि पुगन्तलघुपदस्य इत्यनेन पुगन्ताङ्गस्य दीर्घः इकः गुण आदेशः भवति रुप् अल्प रिप् रेप् लिप् लेप् रिप् रेप् अधुना अत्र अपवाद अग्रे अपि पठामि वा लट् लकारे रुप् अर्प अर्पि अर्पयति रिप् रेप् रेपि रेपयति रिप् लेप् लेपि लेपयति रिप् रेप् रेपि रेपयति किमस्ति महोदय अधुना अपवादसूत्रमस्ति यदि णिच् प्रत्ययः परे अस्ति तर्हि तर्हि अत्र इक् इक् उपधायाम् अस्ति वा नास्ति वा तस्य गुणः भवति दीर्घ इकारः दीर्घ ऊकारः दीर्घ ऋकारः अस्ति अपि तस्य गुणः भवति इति वक्तुम् एतद् स्पष्टीकरणम् अस्ति इति मन्ये एकमेव अस्ति अत्र अपवादः तु दृश्यते परन्तु अपवादसूत्रम् अपवादसूत्रम् इति मा वदतु यतोहि व्याकरणे अपवादसूत्रस्य एकः विशिष्टः अर्थः अस्ति अर्थमस्ति वा तर्हि अत्र अत्र लिखितमस्ति यत् अङ्गं यदि पुक् अन्तम् अस्ति पुक् इत्युक्ते पकार अन्तं सर्वे पकार अन्तं न परन्तु पुक् एक विशिष्टम् एकम् अस्ति तत्र तादृशम् अन्त्य अङ्गम् अस्ति चेत् उपधायां उपधायाम् इकवर्णस्य गुणः करोतु इति तत् इकवर्णः लघु अस्ति तर्हि करोतु दीर्घ अस्ति तर्हि करोतु तर्हि अपि करोतु तर्हि उदाहरणानि किं लिखितमस्ति महोदय आगच्छति एतत् सूत्रमस्ति अतिर्वीर्लि पुग् पुक् अत्र आगमः अस्ति यदि णिच् प्रत्ययः अग्रे अस्ति तर्हि उदाहरणानि सन्ति रु रि लि रि घ्नु एतादयः धातवः तर्हि तर्हि वयं द्रक्ष्यामः अत्र किमस्ति अर्ति अर्ति इत्युक्ते रि रि धातोः सङ्केतः अस्ति अत्र तर्हि रि धातु तर्हि रि सूत्रे अस्ति खलु अर्ति रि रि न्यूक्ष्मायातां पुगुणौ तत्र अर्ति इत्युक्ते रि धातु रि अस्ति एका नूतनधातु व्लि अस्ति नूतनधातु तदनन्तरं किम् अस्ति रीक् अस्ति खलु हा व्लि अस्ति एक नूतनधातु तदनन्तरं रि अस्ति एक नूतनधातुः तदनन्तरं क्नुयि अस्ति एक नूतनधातु क्ष्मायि अस्ति नूतनधातु तर्हि क्ष्मायि अन्ते अस्ति आतां खलु आताम् अस्ति आताम् इत्युक्ते आकारान्त आकारान्तधातूनां तत् सङ्केतः अस्ति तदनन्तरम् अस्ति पुक् इत्युक्ते पुक् पुक् आगमः भवति णौ इत्युक्ते नि नि तस्य सप्तमी विभक्ति नि इत्युक्ते णिच् प्रत्यय तर्हि तदा णिच् अस्ति खलु चकारः तु हलन्त्यम् इति सूत्रेण तस्य इत् संज्ञा भवति तर्हि णि णि अपि अस्ति खलु तस्य सप्तमी तत्र इकारान्तस्त्रीलिङ्गरूपम् अस्ति खलु मति अस्ति तस्य सप्तमी अस्ति मतौ तर्हि णिस्य अस्ति णौ तर्हि णिच् प्रत्याहात् पूर्वं यदि अर्ति रि धातु ह्री धातु व्लि धातु रीक् धातु क्नुयि धातु क्ष्मायि धातु अथवा आकारान्त धातु अस्ति चेत् पुगागमः करोतु इति अतः प्रायः णिच् णिच् णिच् णिच् तु सर्वे जानन्ति किमस्ति वा न जानन्ति प्रयोजकं रूपम् अस्ति वा णिच् इत्युक्ते यदि वयं यत्र अहं पठति गुरुः पाठयति इति तर्हि अत्र दा धातु अस्ति खलु दा धातु ददाति भवति तर्हि दा धातु आकारान्त अस्ति तदग्रे यदा णिच् आगच्छति तर्हि मत्र तर्हि पुक् आगमः भूत्वा तस्य रूपं भवति दापयति इति प्रायः यदि कोऽपि जानाति वा दा धातोः प्रेरणार्थरूपं दापयति तर्हि अधुना वयं अधुना वयम् अधुना ज्ञातुं शक्नोति यत् कथं कुत्र कुतः पकारः आगच्छति तत् पुगागमः अस्ति ज्ञाधातु अपि ज्ञापयति खलु ज्ञापयति आम् आम् सर्वे आकारान्तधातूनां कृते प आगमः आवश्यकः प धातु सर्वे आकारान्तधातु कृते पकारः भवति अत्र अस्मिन् सूत्रे आताम् इति पदेन तदेव उक्तम् आम् आम् प्राप्तम् आम् तर्हि ज्ञापयति दापयति अर्ति इत्युक्ते किं महोदय अर्ति अत्र अर्ति इति ऋ धातोः सूचयति ऋ ऋ धातुः अस्ति तत्र अहं तस्य कथं सूचयति इति न स्पष्टं कथं सूचयति तर्हि किमस्ति बहु स्थाने बहु सूत्र बहूनि बहुषु सूत्रेषु पाणिनि किं करोति यत् डैरेक्ट्लि धातुः न लिखति परन्तु एक क्ष्टिप् रूपम् अस्ति क्ष्टिप् रूपम् इत्युक्ते तस्य किं कथं वदामि यत् सरलरीत्या ऋ धातु इति न लिखति परन्तु तस्य किमपि नूतनरूपं लिखति आतिदेशिकधातु अस्ति वा न आतिदेशिकधातु नास्ति उपदेशे एव अस्ति यथा अहं चिन्तयामि अनुबन्धरूपेण वा महोदय न न अनुबन्ध नास्ति तत् एक नूत अधुना केवलं यथा यथा भूधातोः भवति इति रूपं भवति लट्लकारे लट्लकारे तावदेव हा तथैव रुधातोः अर्ति रूपं रूपं भवति तर्हि रामपदमिव तस्य रूपं गच्छति हरिशब्दवत् भवति खलु महोदय तत्तु अहं न हरिशब्दः इति न परन्तु यथा महोदयम् उक्तं महोदयेन उक्तं रूपमस्ति परन्तु तत् रूपं रूपस्य सङ्केतः नास्ति केवलं धातोः सङ्केतः अस्ति उदाहरणार्थं गणे दशगणेषु तृतीयगणं गणः जुहोत्यादिगणे हा जुहोत्यादि तर्हि जुहोति तत्र धातु नास्ति हा धातु नास्ति तत्र उच्चारणार्थे भवेत् कदाचित् रुधातुः गुणः अर् भवति किल महोदय रु इति अर् इति गुणः भवेत् इति कारणेन प्लस् अर् प्लस् ति अर्ति अत्र प्रश्नः अस्ति यत् कथम् अर्तिरूपं रूप प्रयुज्य प्रयोजितं न तु रु एकं यदि रु एव गृह्णोति चेत् इट् विल् बिकम् दट् लैक् इकः गुण अङ्गस्य इट् विल् बिकम् विशेषण विच् इस् अ वर्णसूचक सो इट् मैट् रेफर् टु एनि धातु विच् इस् अ रु एट् दि एण्ड् That is what Pani Dhamma. That is why he has used this form, I think. He wanted to indicate only that the Dhatu, not everything. Yeah, it is only Dhatu, not the ending of the Amga. Not any, not any Dhatu having Ru at the end. Yeah. Is it that if ru is taken, then there will be a sandhi? No, there will be no sandhi. There will be a possibility of it being interpreted that we are referring to a ru ending anga. Just like ika, ikanta. Ika anga. Mahodhikane asti va? Mahodhya? Ika anga se yukte igantam. Kalu? Ah. Tadeva, ru prayog. प्रयोगं करोति चेत् तस्य अङ्गम् इति अर्थं भवति अतः इति अर्थं भवति टु अवाय्ड् दट् हि हस् यूस्ड् अर्थी फार्म् अकार्डिङ्ग् टु मी दिस् इस् मै अण्डर्स्टाण्डिङ्ग् दट् सीम्स् अ वेलिड् एक्स्प्लेनेशन् Even the pronunciation would be difficult if we start it with ru ri pronunciation is one thing but I think this is the primary reason yeah that's a very good explanation थेङ्क् यु महोदय धन्यवादः महोदय आम् अस्तु तर्हि ऋकारान्त अङ्ग न परन्तु केवलं रु धातु इति अस्तु तर्हि महोदय महोदय एक संशय अत्र दीर्घैकारस्य दीर्घैकारस्य दीर्घ उकारस्य गुणः भवति यदा पुगागम भवति चेत् भवति चेत् ओन्लि एव ऐ मीन् पुगागम भवति एव तदा एव दीर्घ इक्वर्ण दीर्घ उपादायाः गुणः भवति वा अनेन सूत्रेण अन्यत् कोऽपि सूत्र भवितुं शक्नोति यद् वदति परन्तु अनेन सूत्रेण किं वदति किं लिखितमस्ति यत् पुगागमः अस्ति चेत् उपधायां लघु अस्ति अथवा दीर्घ अस्ति कोऽपि इकवर्णः अस्ति चेत् कीदृशम् इकवर्णः अस्ति चेत् गुणः करोतु पुगागम विल् ओन्लि बि इन् इफ् द पासिबिलिटि आफ् निच् प्रत्यय इस् देर् देन् ओन्लि पुगागम विल् बि देर् चुरादिगणे अपि महोदय निच् एव अस्ति खलु परन्तु चुरादिगणे स्वार्थे निच् अस्ति प्रेणार्थके निच् नास्ति अतः तत्र कार्यं न भवति परन्तु किमस्ति हा प्रा यथा अहं चिन्तयामि अन्यत् कुत्र पुक् अस्ति अहं न जानामि अत्र पुक् स्टिप् इति प्रत्ययद्वयमस्ति पचिः पचतिः इति रूपं भवति तेन तदेव सः स्वीकरोति अत्र परन्तु तद् वार्तिका मध्ये अस्ति अत्र किमपि नास्ति अत्र तु इक् स्टिप् इति प्रत्ययद्वयम् एकेन पचिः भवति तादृशमपि सः स्वीकरोति नो चेत् धातु पचतिः इति अपि स्वीकरोति स्टिप् इति प्रत्ययेन भवति अतः अत्र अर्ति स्टिप् अस्ति खलु अर्ति तु स्टिप् इति एव भवति खलु अतः सः तु तत् एतत् एव स्वीकरोति केवलं तस्य अपि इदानीं पठतेः इति सर्वं सः तादृशम् एतत् करोति सूत्रे आनयति खलु न वा तद् तु पुनः हरिशब्दवत् वा नो चेत् अन्य तस्य लिङ्गः तु अहं न जानामि परन्तु तस्य प्रातिपदिकं तस्य तत् प्रातिपदिकं भवति प्रातिपदिकं भूत्वा तस्य हरि अथवा मति इव रूपं भवति इति अहं चिन्तयामि यत् अहम् अचिन्तयामि यत् भवतः प्रश्नः अस्ति हरि अपि स्टिप् अस्ति वा तत्तु तत्तु नास्ति अहम् एतद् एतदेव उक्तवती हरिवत् तस्य रूपं हरिवत् तस्य रूपं भवति तर्हि तस्य तत्र वस्तुतः तत् तत्र स्टिप् अस्ति स्टिप् इति अस्ति तत् यथा किमस्ति धातुतः स्टिप् योजयित्वा तस्य रूपं यत् अस्ति तत् किमस्ति क्रियापदरूपम् इव भवति परन्तु तत् क्रियापदरूपम् अधुना प्रातिपदिकम् अस्ति तत्तु धातुम् एव सूचयति अतः अत्र अर्ति अस्ति खलु अर्ति ऋ धातोः क्रियापदम् अस्ति परन्तु तत् स्टिप् इति एकः अस्ति प्रत्यय तेन कारणेन तस्य क्रियापदम् अस्ति परन्तु तस्य प्रातिपदिकम् अस्ति वस्तुतः, अतः अर्ति अस्ति तत् हरि एव गच्छति, अर्तिः अर्तिः अर्तिः अति इति तस्य तत् प्रातिपदिकं केवलं धातुं सूचयति इति। तर्हि अत्र पुगन्त हा तर्हि लीनामहोदयेन उक्तमस्ति खलु तत्र अत्र पुक् पुगागमः भवति, तर्हि ऋ धातुः पुगागमः भवति रिप्, रिधातु पुगागमः भवति रिप्, व्लीप् इति पुगागमः भवति व्लेप्, रिप् इति पुगागमः भवति रेप्। तर्हि अत्र पश्यतु अत्र रिप् अस्ति, अत्र पुगागमात् पूर्वं दीर्घ इकारः अस्ति, उपधायां दीर्घ इकारः अस्ति, दीर्घ इकारः अस्ति परन्तु तस्यापि गुणः भूत्वा रेप् भवति, व्लेप् भवति, रेप् भवति। त्वम् अवदत् ह्रस्वमपि दीर्घं वा उपधायाः गुणः अस्ति, सूत्रे पुगन्तलघु उपदस्य उपधा लघु दीर्घ पुगन्त वर्णस्य गुणः भवति इति न वदति। बहवः जनाः बहवः उक्तवन्तः, इदानीं तु किमपि न अवगच्छामि, कृपया भवान् एव पुगन्तस्य इत्यस्य पाराग्राफ् गच्छतु पुनः युनो क्रमेण पाठयतु। इदानीं तु प्रश्नाः किन्तु किमपि न अवगच्छामि। अस्तु अस्तु एकवारं पुनः अस्तु क्रमेण कृपया पाठयतु। तर्हि अत्र धन्यवादः महोदय। अत्र द्वे वस्तूनि स्तः पुगन्त लघुपदस्य, तर्हि एकमस्ति पुगन्त, तत् किमस्ति पुगन्त अङ्गस्य इकः गुणः सार्वधातुक आर्धातुकयोः, नाम यदि अङ्गः पुगन्त अस्ति, अङ्गस्य अन्ते पुक् अस्ति, तर्हि तस्य अङ्गस्य उपधायां इक् अस्ति, तत् तस्य गुणकार्यं करोतु। तर्हि अत्र पुगन्त एकम् अस्ति, तर्हि तस्य उदाहरणानि के सन्ति अस्माभिः दृष्टं, यत् णिच् प्रत्ययः आगच्छति चेत् ऋधातु, ह्रीधातु, व्लीधातु, रीधातु, तदन्ते पुगागमः भवत् भूत्वा रीप्, ह्रीप्, व्लीप्, रीप् इति भवति। तर्हि पुक् किम् अस्ति महोदय? पुक् इत्युक्ते किम्? पुक् इत्युक्ते एकम् आगमः अस्ति, इट् इस् एन् एडिशन्। पुक् मध्ये उकारस्य ककारस्य लोपः भवति, यतोहि इत् संज्ञा अस्ति, उपदेश्य अजनासिक इत् इत्यनेन उकारस्य लोपः भवति, हलन्त्यम् इत्यनेन ककारस्य लोपः भवति, केवलं प इति अवशिष्यते, एकम् एडिशन् अस्ति इति चिन्तयतु, तस्य कोऽपि अर्थः नास्ति, प एव अवशिष्यते, अतः रिप् भवति। कथं लोपः इति संज्ञा अस्ति खलु, भवती वदतु केन सूत्रेण लोपः भवति? ककारः गच्छति हलन्त, उकारः गच्छति उपदेशे अजनुनासिक, वस्तुतः उकारः अनुनासिक उकारः अस्ति। ओ अस्तु अस्तु, अनुनासिक इत्युक्ते गच्छति, तर्हि केवलं पकारः तिष्ठति, रीप्, रीप्, व्लीप्, रीप्। तर्हि अधुना पुगन्त अङ्गः अस्ति, पुगन्तः अङ्गः अस्ति, अतः तस्य उपधायाम् इक् अस्ति चेत् गुणकरोतु इति एव अस्ति। तर्हि रीप्, रेप्, व्लीप्, व्लेप् इति भवति। तत् अत्र कोऽपि लघु अथवा दीर्घ इत्यस्य कोऽपि चर्चा एव नास्ति, केवलं गुणकरोतु इति तु एकमस्ति पुगन्त। अन्यत् अस्ति लघुपधा। लघुपधा किं वदति? यत् अन्यस्थाने पुक् न, अन्यस्थाने यत्र कुत्रापि उपधायां लघु इकवर्णः अस्ति, अत्र न अस्ति, तस्य गुणकार्यं करोतु। अतः बुध् तस्य बोधति भवति. अत्र पुगन्त किमपि नास्ति, पुगन्तस्य किमपि प्रसक्तिः नास्ति, केवलं लघु उपधा. बुध् तस्य बोध, शुच् तस्य शोच् इति. पुगन्त अस्ति चेत् गुणकार्यं करोतु, अन्यथा लघुपधा अस्ति चेत् गुणकार्यं करोतु. तर्हि लघु यत् अस्ति मीनामहोदय, तत् पुगन्तस्य विशेषणं नास्ति. तत् अन्य अन्यस्थाने यत्रापि उपधायाम् इकवर्णः अस्ति तस्य तत्र तत्र एव केवलं लघु अस्ति चेत् गुणकार्यं करोतु इति अस्ति. तस्य अर्थः इदमस्ति, पुगन्त अङ्ग अथवा लघुपदाङ्ग इति. There is no discussion about of laghu or dirgha when it comes to puganta. So that's why I said puganta is one thing, laghu upadha is another thing. Oh, okay. So don't confuse with laghu. Okay. The laghu doesn't, laghu is not a vishana of puganta. So okay. Puganta laghu. Upadha is. So now there are three possibilities when you will do guna. One is iganta, the next is puganta, and then is laghu upadha. So yeah. The upadha is common to both puganta and laghu upadha. It's the, just the laghu which is not applicable to puganta. Puganta upadha astu. Puganta, it has to be an upadha because at the end there is pakara, right? So, it has to be upadha. Ast. However, sarvadhatu ko ardhatu ko yoho sutra is another thing that talks about ante agachati che guna. Tatra api laghu dirgha ko api charcha nasti. So, dap on its own, there will be no guna for it, right? Puganta, it will become daap, khalu? Ikvarna nasti. Only when you put the then it will become daapi, but then it is an iganta. That means it is iganta. So it's not this one. Correct. दापी मध्ये पुगन् उपधायां तु आकारः अस्ति खलु, इक एव नास्ति, तर्हि सूत्रस्य प्रसक्तिः एव नास्ति अत्र. अस्तु, अग्रे गच्छेम. कोऽपि प्रश्नः अस्ति वा? प्रायः सर्वे अधुना अवगच्छन्ति पुगन्तलघुपदस्य च इति सूत्रस्य अर्थः कः, कार्यं कथं भवति इति. प्रश्नः अस्ति वा? अन्यथा अग्रे गच्छामः. न महोदय. अस्तु, कोऽपि अस्ति वा येन न पठितम् अधुना पर्यन्तम्? तत्र अनोनिमस् बहवः जनाः सन्ति, अतः अहं न जानामि. मालार् अस्ति, मालार्. हां, मालार् महोदय. हां महोदय. अग्रे पठतु. हां महोदय, पठामि. आम्. अलोन् अलोन्त्यात् पूर्व उपदा वर्णसमुदायस्य यः अन्तिमवर्णः तस्मात् पूर्ववर्णस्य उपधायां संज्ञा भवति. संज्ञासूत्रम् अलः पञ्चमन्तम् अन्त्यात् पञ्चमन्त्यान्तं पूर्वं प्रथमान्तम् उपधा प्रथमान्तम् अनेकपदमिदं सूत्रम् सूत्रं स्वयं सम्पूर्णं अन्त्यात् अलः पूर्व उपधा. किमस्ति महोदय? अलः अस्ति चेत् वर्णसमुदायस्य अन्तिमवर्णः अल् अस्ति. अल् इत्युक्ते किम्? सर्वे स्वराः सर्वे वर्णाः अयुन् रीरेक् अन्ते अ अस्ति, आरम्भे अ अस्ति, अन्ते हल् अस्ति खलु, सर्वे वर्णाः. कोऽपि वर्णः अस्ति, सर्वे वर्णाः. कोऽपि वर्णः अस्ति. पूर्वस्य उपधा संज्ञा भवति. अन्त्यात् अलः नाम यत् अलः अन्ते आगच्छति तत् पूर्व उपधा. उपधा उपधा तर्हि एतादृशं सूत्रं कीदृशं सूत्रम् अस्ति? संज्ञासूत्रं वा? आमाम् एकं निमिषं महोदय मालार् महोदय महोदयेन मालार् महोदय मालार् महोदय वदतु सूत्रं किमपि तस्य प्रकारः किम् अस्ति? परिभाषासूत्रमस्ति वा विधिसूत्रमस्ति संज्ञासूत्रमस्ति किमस्ति? संज्ञासूत्रमस्ति. कस्य संज्ञा भवति अत्र? संज्ञासूत्रम् इत्युक्ते इत्युक्ते किं यस्य किमपि नाम नामकरणम् अस्ति खलु? इट् इस् कान्सेप्ट् सो एस् टु से न्यू टर्म्. तर्हि अत्र कस्य कस्य नामकरणं भवति अत्र? न जानामि महोदय. दिस् सूत्र इस् गिविङ्ग् द डेफिनेशन् आफ् विच् टर्म्? अत्र प्रथमाविभक्त्यां प्रथमाविभक्त्यां किं पदमस्ति सूत्रे? पञ्चमान्त्यं न अहं वदामि अन्त्यात् अलः पूर्व उपधा इति अस्ति खलु सूत्र. अस्मिन् सूत्रे प्रथमाविभक्त्यां किं पदमस्ति अन्त्यात् अलः पूर्व अथवा उपधा किमस्ति? अलः अलः अस्ति. अत्र महोदय अलः तु पञ्चमीविभक्ति अस्ति. पञ्चमी अस्ति. ओ पूर्वः प्रथमान्तः. पूर्व तु केवलं पूर्व तु अस्ति परन्तु मेन् अस्ति उपधा खलु? उपधा उपधान्तम् उपधा उपधा पूर्वः तस्य विशेषणमस्ति एकरीत्या. अत्र उपधा अस्ति यत् प्रथमान्तम् अस्ति तस्य संज्ञा संज्ञासूत्रमस्ति. उपधा पदस्य संज्ञासूत्रमस्ति अलोन्त्यात् पूर्व उपधा. नाम उपधा इत्युक्ते किम् इति सूत्रं वदति अन्त्यात् अलः पूर्व उपधा. अन्त्यात् अलः वर्णः उपधा. अहं भवती भवतीं प्रति एकः प्रश्नः पृच्छामि. अत्र अलः इति अस्ति खलु अत्र अलः अलः अल् अल् अस्ति तत्र पञ्चमी विभक्ति कथमस्ति जानाति वा? अल् अलः अलः अत्र पञ्चमी विभक्ति अस्ति कथं जानाति? न अवगच्छामि महोदय. न अहम् अत्र न चिन्ता नास्ति. भवती भवान् शब्द जानाति खलु? भवान् शब्दस्य भवत् भवत् प्रातिपदिकम् अस्ति जानाति वा? जानामि. भवत् भवत् शब्दस्य षष्ठी पञ्चमीविभक्ति एकवचनं किम् अस्ति जानाति? षष्ठीविभक्ति पञ्चमीविभक्ति एकवचनं भवतः अस्ति खलु? तर्हि भवत् शब्दस्य भवतः अस्ति तथैव अल् शब्दस्य पञ्चमी एकवचनम् अस्ति अलः. तर्हि अत्र हलन्त्यपदमस्ति खलु हलन्त्यप्रातिपदिकमस्ति हल् अल् अतः तस्य पञ्चमी भवति अलः. तर्हि अत्र अत्र अलः इति शब्दे भ्रमः मा करोतु यत् अत्र रामः इव नास्ति प्रथमाविभक्ति परन्तु भवत् इव पञ्चमीविभक्ति. अस्तु तर्हि अग्रे किञ्चिदेव अवशिष्यते प्रायः समापयित्वा विरमामः. अस्तु कोऽपि अस्ति वा येन न पठितम्? अहं न पठितं, अहं न पठितवती. सुमन् महोदय वा? आम्. आ, भवती पठतु चुरादिगणे. चुरादिगणे चुरादिगणे पुगन्त लघु उपदस्य इति सूत्रस्य प्रसक्तिः. चुर् चोर चोरयति, तुल् तोलयति, घुष् घोषयति, चुद् चोदयति, विल् वेलयति. चुरादिगणे धातव अङ्गे सर्व सार्वधातुक आर्धधातुकयोः इति सूत्रस्य प्रसक्तिः अस्ति, किन्तु प्राप्तिः न भवति. चुरादिगणे इगन्तधातवः तु सन्ति, परन्तु तत्र इगन्तधातुषु वृद्धिः भवति. नी योगः निच् वृद्धिः आदेशः, न तु गुणः. नै योगः इ सन्धिः आय आदेशः, नाय योगः इ नायि नायि योगः शप् योगः ति नाय् नायति. भू योगः निच् वृद्धिः आदेशः, न तु गुणः. भौ योगः इ सन्धिः आव आदेशः, भाव योगः इ भावि, भावि योगः शप् योगः ति भावयति. कृ योगः निच् वृद्धिः आदेशः, न तु गुणः. का कार योगः इ कारि, कारि योगः शप् योगः ति कारयति. तिन्नन्त प्रत्ययकरणे गुणविधायकसूत्रद्वयम् अस्ति, सार्वधातुक आर्धधातुकयोः, पुगन्तलघु पदस्य च. इदानीं सूत्रद्वयस्य अपि परिचयः जातः. उत्तमम्. तर्हि किमस्ति, तर्हि अत्र नूतनम् अत्र प्रायः किमस्ति महोदयेन, अन्य उदाहरणानि दत्तानि अस्ति महोदयेन, यत्र गुणः भवति अथवा वृद्धिः भवति. अत्र तु तस्य महत्त्वं तावदेव महत्त्वं नास्ति, यतोहि तत्तु अग्रे आगच्छति, यत्र चुरादिगणे किमर्थं वृद्धिः भवति न भवति. परन्तु अधुना महोदयेन केवलं उदाहरणकृते, केवलं ट्रेलर् कृते लिखितमस्ति, तस्य अत्र अधिकं महत्त्वं नास्ति. परन्तु एकं तु वयं द्रष्टुं शक्नुमः यत् अस्माभिः यत् वयम् अधुना अपि ज्ञातुं शक्नुमः यत् अत्र अस्ति खलु णियोगः णिच् अस्ति, तत्र नै भवति, नै तस्य वृद्धिः भवति नै, तत्र अग्रे भवति नायि, नायि भवति खलु, अत्र नायि अस्ति लिखितमस्ति, दृष्टति वा, नायि नायि. तत्र अग्रे नायियोगः शप् आगच्छति. अत्र तु वयं ज्ञातुं शक्नुमः यत् कथं गुणकार्यं भवति खलु, भवती एव वदतु, नायियोगः शप् अत्र गुणकार्यं भवति वा? नायियोग योगः शप् अत्र गुणकार्यं न भवति, आगच्छति. सो नायि योगः शप् भवति, नायि योगः अ भवति, सन्धि आगच्छति, नाय भवति, योगः ति नाययति. न महोदय, सन्धि अस्ति चेत् नाययति भवति खलु, अत्र नाययति अस्ति, गुणः भवति खलु. ओ अस्तु अस्तु अस्तु. किमर्थं शप् अस्ति खलु, तिंशित् सार्वधातुकम् अस्ति, शप् सार्वधातुकम् अस्ति, भावि योगः अगुण भवति भावे योगः अ भावयति आम् केन सूत्रेण भवति गुण सार्वधातुक अर्धधातुक तर्हि सार्वधातुक अर्धधातुकयोः सूत्रेण गुणः भवति अत्र नाये नायति भावे भावयति कारे कारयति तर्हि अग्रे वयं पठामः चुरादिगणे किं कार्यं भवति नूतनकार्य भवति निच् प्रत्यय अस्ति नूतनकार्य भवति महोदय चुरादिगणे पुनरपि पुगन्त प्रसक्ति नास्ति लघु उपदास्य गुणः अपि च वृद्धिः एव नास्ति लघुपदस्य अस्ति अस्तु चोर चोरयति चुर् चोर् भवति लघुपदस् लघु उपदस्य खलु चुर् चोर् भवति तुल् तोल् भवति सर्वे लघुपदः अस्ति इति धन्यवादः महोदय प्रश्नः अस्ति वा कोऽपि अन्यथा समापयामः धन्यवादः धन्यवादः धन्यवादः शुभरात्रि धन्यवादः महोदय शुभरात्रि सर्वेभ्यः धन्यवादः